अरुणा भगिनी तत्र पठति वा भगिनि, तत्र तव्यत् तुमन् तृच् इति करपत्रम् अनुवर्तते, उष्मान्तदातवः इति भागः न श्रूयते भगिनि. भवती आरम्भं करोतु वा, न श्रूयते भङ्गं भवति. शकारान्तदातवः, चकारान्तदातवः, दशदातवः अनितः, सप्तदातवः सामान्याः. एषु दशसु सप्तदातवः सामान्याः, तेषां कृते पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं तदा व्रश्च भ्रश्च सृज मृज यज राज व्रज चषां चषः इत्यनेन सकारान्तानां झलि परे षत्वं तदा शुनाष्टुः इत्यनेन तत्त्वम् ओके. उष्मान् शकारान्तदातवः, दशदातवः अनितः, दशदातेषु सप्तदातवः सामान्यकार्याणि एव. प्रथमं उपदा सुगन्तलघुपदश्च इति तेन गुणकार्यं भवति. तदनन्तरं वश्च भ्रश्च सृज मृज यज राज भ्राज चषां शः इत्यनेन शकारस्थाने षत्वं भवति, स्तुनास्तु इत्यनेन स्तुत्वं भवति. दिश् दातव उदाहरणमस्ति, दिश् धातुः युगतव्यत् पुगन्तलघुपदस्य इत्यनेन इक् वर्णस्य गुणभूत्वा देश् देश् देश् युगतव्यत् सकारस्थाने मूर्धन्यशकारः आगच्छति. देश् तव्य देष्टव्यः देष्टव्यः देष्टव्यः देष्टव्यं तदा एव दिश् एव तुमुन् अत्रापि गुणकार्यं प्रदां देश् देश् एव तुमुन् सकारस्थाने मूर्धनशकार देश् तुमुन् देष्टुं क्षम्यतां देष्टुं भवति तृत्वसन्धि भवति. दिश् तृच् अत्रापि गुणभूत् देश् युगतृच् तदनन्तरं देश् तृच् देश् थ्रु सुनास्तु सूत्रेण देश् थ्रु देश् ट्र देष्टा देश् थ्रु देश् त्रि देश् त्रि भवति रूपत्रि. तदापि भगिनि अवशिष्टाः दातवः तथा एव फिश् वेष्टव्याः वेष्टव्यं वेष्टुं वेष्टृ वेष्टा वेष्टृ वेष्ट्री भवति. लिश् लिश् अपि सदा एव लेश् लेष्टव्य लेष्टव्यः लेष्टव्या लेष्टव्यं लेष्टुं लेष्टुं लेष्टृ लेष्टा लेष्टृ लेष्ट्री. विश् दातव्यपि तदा एव वेष्ट वेष्टव्यः वेष्टव्या वेष्टव्यं वेष्टुं वेष्टृ वेष्टा वेष्ट्री वेष्टृ. ऋष् दातु अत्र उकार अस्ति, अथवा ऋष् योगः दव्यत् पुगन्तल उकारस्थने ओकारस्थने रोष् तव्य रोष् षष्ट अष्टभ्रष्टसृजसूत्रेण सकारस्थाने मूर्धन्यशकार रोष् युगः तव्यष्टनाष्टो रोष्टव्यः रोष्टव्या रोष्टव्य रेष्टुं रोष्टृष्टा रोष्टृ रोष्ट्री. कृष् अत्रापि क्रोष् क्रोष्टव्य क्रोष्टव्यः क्रोष्टव्या क्रोष्टव्यं क्रोष्टुं क्रोष्टृ क्रोष्टा क्रोष्ट्री क्रोष्टृ. दंश् दं प्रदातु किं भगिनि दंस्तव्यः दंस्तव्या दंस्तव्यं दंष्टुं दंष्टृ दंष्टृ दंष्ट दंष्ट्रि दंष्टृ तथा एव खलु तत्र अनुस्वारः तिष्ठति खलु सत्त्वे परे धन्यवादः आम् आं धन्यस्मि मणिमहोदय महोदय दृष्टात् दृष्टातु महोदय दृष्टातुः अनीट परन्तु अमागमः विकल्पेन अनुदत्तस्य ऋतुपदस्य अन्यतरेषाम् अध्ययनं न भवति यतोहि साक्षात् श्रीदृश्यजल्यम् इत्यनेन उक्तः अनेन च अमागमः नित्यः श्रीदृश्यजल्यम् इति इत्यनेन दृष्टातोः अम् आगमः भवति भिन्नजलादिप्रत्ययस्य सूत्रमपि पठामि महोदय दृश्योः तव्य दृश् अं योः तव्य दृयोः योः श योग तव्य इको एनचि दृश्योः तव्य वृक्षभ्रज सृजमृजराजभ्रजः शशांसः दृश्योः तव्य श्रणशुः द्रष्टव्य सृजिदृशजल्यमित्यर्थे सूत्रं वदति सृग्धातोः च दृश्धातोः च अमागमो भवति कित् भिन्नजलादिप्रत्यये परे सृजिश्च दृश्च तयोरितरेतरन्ततः सृजिदृशौ तयोः सृजिदृशोः न कित् अकित् नञ्जितत्पुषः तस्मिन् अकिति सृजिदृशोः षष्ट्यन्तं जलि सप्तम्यन्तम् अं प्रथमान्तम् अकिति सप्तम्यन्तम् अनेकपदं तत् सूत्रं सूत्रं स्वयं सम्पूर्णं सृजि दृशो अं जयि अकिति दृष्टातुमध्ये अनुदातस्य ऋतुपदस्य नेत्ररसमित्येन विकल्पेन अमागमः भवितुम् अर्हति परन्तु अत्र न भवति इति अत्र दत्तं परन्तु सृजिदृशो जल्यम् इति सूत्रेण सृजिदृशो सृज् अपि दृष्टातोः अपि अमागमः भवति कित् भिन्नजलाधिप्रत्यये इति अत्र दत्तम् अतः दृश्योः तव्य दृश्योः अं योः तव्यत् इत्युक्ते अमागमः वित् अतः दृश्योद्यात् परः इति सूत्रेण अन्तिम स्वरात् परे भवति अतः दृयोः योः स योः तव्यत् इदानीं कवनाक्षि इति सूत्रेण ऋकारस्य रेप भूत्वा दृ अनन्तरम् आकारविवचनस्य दृ इति भवति दृश्योः तव्य वृक्षप्रचराजभ्रजसंसः इति सूत्रेण दृश्शकारस्य ताळनिशकारस्य शत्वं भवति दृश्योः तव्य सृष्णासुः इत्यनेन सकारस्य प्रकारेण तकारस्य टकारादेश अथवा द्रष्टव्य इति रूपं भवति पुल्लिङ्गे द्रष्टव्यम् इति त्रिषु रूपेण एवमेव दृश्योः तुम् अत्रापि एकोनाशि द्रष्टभ्रज श्वासुः इति कार्यं कृत्वा दृश्योः तुं द्रष्टुम् इति रूपं भवति त्रिच् प्रत्यये परे द्रष्ट्री इति रूपं भवति मरिस् त्रिच् पठामि वा महोदय अन्यः अहमपि पठामि वा महोदय अस्तु धन्यवादः त्रिश दातु मृश्य स्पृश इति धातोः विकल्पेन अमागमः अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रेण अमागमपक्षे मृष्योग तव्यत् मृष्योगः अम् योगः तव्य अत्र अमागमः मिदचोन्त्यात् परः इत्यनेन अन्तिम अचुवर्णात् परः ऋकारात् परः आयाति तदा तु मृ अ इष् तव्य अधुना इकोयणचि इति अचि परे वर्तते, इकवर्णात् परे आचवर्णः अस्ति इति कृत्वा इकोणचि इत्यनेन तत्र रेपः आयाति, मृष् भवति, मृष् योगतव्य, ब्रश ब्रश ब्रज सृज मृज यजराज ब्राजश्च शांशः इति सूत्रेण मृष् योगः तव्य ष्टुनाष्टुः मृष्टव्य इति, तथा एव एवमेव मृष् योगः तुमुन् मृष्टुम् इति विकल्पेन अमागमपक्षे भवति, मृष् योगः तृच् इत्यस्मिन् मृष्टृ इति, मृष्ट्रा मृष्ट्री मृष्टृ इति रूपाणि, अमागम अभावे मृष् योगः तव्यत् इत्यस्मिन् पुगन्तलघुपदस्य चैत्यनेन रेपः आयाति, तदा तु रेपः उरुण्ड्रपरः इत्यनेन रेपः परे आगच्छति, क्षम्यताम् अकारः आयाति उरुण्ड्रपरः इत्यनेन रेपः परे भवति, तदा मर्ष् योगः तव्य इति भवति, व्रश ब्रश ब्रज सृज व्रश्च ब्रज ब्रज सृज मृज यज राज भ्राज शशांशः इति सूत्रेण मर्ष् भवति, षकारः भूत्वा मर्ष् योगः तव्य, ष्टुनाष्टुः इत्यनेन मर्ष्टव्य इति, एवमेव मर्ष्टुम् इति, मृष् योगः तृच् इत्यस्मिन् मर्ष्टा मर्ष्ट्री मष्ट्र इति, मष्ट्र इति रूपाणि, अनुदातस्य चर्दुपदस्य अनितरस्याम् इति परिचितसूत्रमस्ति, उपदेशे अनुदातः यः ऋतुपदः अपि अस्ति, यः ऋतुपदः अस्ति अनुदातः अपि अस्ति चेत्, उदाहरणार्थम् अत्र ऋकारः उपदायम् अस्ति मृष् इत्यस्मिन् इति कृत्वा ऋतुपदः अस्ति, तस्य अमागमः विकल्पेन भवति जलादौ अकितिप्रत्यये परे, तृच् तु जलादिप्रत्ययः अस्ति, कित् भिन्नप्रत्ययः अस्ति, अत्र तु प्रसज्य पर्युदासप्रतिषेधः खलु, पर्युदासप्रतिषेधः भवति अकिति इत्यस्य, तदा किं भवति अनुवृत्तिसहितसूत्रम् उपदेशे अनुदातस्य ऋदुपदस्य अम् जलि अकिति अन्यतरस्यामिति, एवमेव स्पृशधातोः रूपाणि कल्पनीयानि, स्पृश्योग तव्यत् इत्यस्मिन् अमागमे पक्षे तु भवति यत्र स्प्रश् भवति स्प्रष्टव्य भवति स्प्रष्टुं स्प्रष्टृ इति भवति स्प्रष्टा स्प्रष्ट्री स्प्रष्टृ इति, तथा एव अमागम यत्र न भवति विकल्पेन अकारः यत्र गुणकार्यं भवति पुगन्तलघुपदस्य च इति, तदा तु स्पर्ष्टव्यं स्पर्ष्टुं स्पर्ष्टा स्पर्श किम् अस्ति स्पर्ष्टृ इति प्रातिपदिकं स्पर्ष्टा स्पर्ष्ट्री स्पर्ष्टृ इति रूपाणि. साधु खलु भगिनि, एकः प्रश्नः अस्ति, किमर्थम् अनुदात्तस्य चतुर्थपदस्य अन्यतरस्य पर्युदासप्रसज्यप्रसिद्धवान्युदासे आं भगिनि, अत्र तु शून्यं न अपेक्षितमस्ति खलु, केवलं चित्तभिन्नजलादिप्रत्ययः इति एव अस्ति खलु, जलादौ चित्तभिन्नजलादिप्रत्ययः इति, भिन्न इति पदस्य प्रयोगः यत्र भवति एकेन पद एकेन वाक्येन वयं प्रतिपादयामः खलु, वाक्यद्वयस्य अपेक्षा नास्ति, जलादिप्रत्ययपरे भवति चित् मास्तु इति तादृशं किमपि नास्ति, अत्र तु वाक्यद्वयं नास्ति, केवलम् एकेन वाक्येन चित् भिन्नजलादिप्रत्ययः इति अत्र अर्थमस्ति, कित् भिन्नप्रत्यय आम् आं प्रत्ययः तु अपेक्षितः खलु, शून्यं सर्वं न गृह्यते, जलादि प्रत्ययः अपेक्षितः सः कित् मास्तु इति एव भिन्नजलादिप्रत्ययः इति एकेन वाक्येन वयं वदामः तदा तु तद् परिदातः, क्षम्यतां परिदातः भगिनी, अत्र चर्चा अभवत् भूत्वा वयं वदामः भूत्वा महोदय किमर्थं भूत्वा भूत भूधातु अकर्मकधातु तत्र चर्चा अभवत् सामान्यतया एक एक एव कर्ता पुनः वदतु न गच्छामि भूत्वा इति वयं प्रत्यय आगम अमागम भूत्वा तं वयं वदामः महोदय उक्तं भूधातु अकर्मकधातु कथं भूत्वा भवति इति प्रश्नः खलु अहं वैद्या भूत्वा चिकित्सां करोमि अत्र तु कर्मपदं नास्ति वैद्या भूत्वा इति वैद्याम् इति द्वितीयव्यक्तिः नास्ति खलु अहं वैद्या भूत्वा इति तत्र प्रथमविभक्त्यामेव अस्ति खलु तदनन्तरं कर्ता एकमेव अस्ति न भगिनि रूप क्रिया रूपम् अस्ति द्विरूपं द्विक्रिया अस्ति किमर्थम् एक एव कर्ता परन्तु धातुः रूपं भूत्वा कथं त्वा इति वक्तुं शक्यते इति चर्चा अभवत् ऐ डिन् अण्डर्स्टाण्ड् तु तत्र संशयः न भवति भगिनि अहं वैद्या भूत्वा इति तत्र किम् अस्ति अहं वैद्या भूत्वा इत्यस्मिन् अत्र उद्देश्यविधेयभावः तादृशं भवति खलु तत्र विशेषणविशेषभावः कर्मपदं नास्ति एव कर्मपदं यत्र अकर्मकः दातु अस्ति कर्मपदं न भवति भगिनि परन्तु अहं वैद्यं गत्वा गृहं गच्छामि अत्र अहमेव वाक्यं वदतु उदाहरणवाक्यं वदतु अहं खादम् अन्नं खादित्वा पाठं पठामि अहमेव कर्ता एकमेव आम् आं कर्तृपदं न कर्तृपदद्वयमपि भवितुम् अर्हति पुत्रः भोजनं खादित्वा अहं कार्यालयं गच्छामि इति वक्तुं शक्नोमि तत्र कर्तृपदद्वयमपि भवितुम् अर्हति अत्र त्वाप्रत्ययः कृदन्तमस्ति क्रियासूचकमस्ति तर्हि क्रियासूचकपदस्य कर्मपदं भवितुम् अर्हति उदाहरणार्थम् अस्मिन् वाक्ये पुत्रः भोजनं भुक्त्वा अहं गृहं गच्छामि इति खादित्वा नो चेत् भुक्त्वा इति तथा एव तस्य कर्तृपदमपि भवितुम् अर्हति क्रियासूचकस्य तदा किम् अस्ति अहं भोजनं भुक्त्वा कार्यालयं गच्छामि इति साधु भवति तदा तु कर्ता उभयोः क्रियासूचकमस्ति खलु क्रिययोः समानकर्तृत्वं कर्ता अपेक्षितः अपेक्षितः चेत् अहं भोजनं भूत्वा कार्यालयं गच्छामि इति मम वाक्यं भवति किन्तु कर्ता भिन्नः अस्ति चेत् किं भवति पुत्रः भोजनं भूत्वा अहं कार्यालयं गच्छामि इति साधु एव तत्र क्लेशः नास्ति एव कार्यं तत्र सर्वं अकर्मकधातुः नास्ति खलु तत्र सर्वत्र सकर्मकदातवः सन्ति कार्यं कृत्वा कृत्वा इति सकर्मकदातुः तत्र क्रिया विवक्षाम् अनुसृत्य कर्ता एकः भवितुम् अर्हति नो चेत् कर्ता भिन्न कर्ता अपि कर्तृपदानि अपि भवितुं कन्क्लूषन् वा मम तु प्रश्न अहं प्रायः मुद्रणं श्रोष्यामि भगिनि मुद्रणे पृष्टवती क्रमः अस्ति भगिनि पठामि भगिनि अग्रे पठितवान् भगिनि त्रयः धातवः वेतः अशु क्लिशु नश् अशु धातु इदाकमपक्षे अश् अश् योगः इतव्य अर्षितव्य अर्षितव्यम् अनिदगामपक्षे अश्यवतव्यत् वृश्चभ्रश्च वृश्चभ्रश्च सृज मृज यज राज भ्राज चषांशः इत्यनेन शकारस्थाने मुद्दनशकारः आगच्छति अश्रित्यवः इतव्य सुनास्तुसिन अशितव्य न यदागम नास्ति ओके चुनास्तु तेन अष्टव्य इति रूपम् अष्टव्य अष्टुम् अस्तु एवमेव अशु अश्यवतुमुन् अश्युतिवत्सु क्लिशु धातु इदागमपक्षे क्लिश् क्लिष्टव्य क्लेशितव्य प्रथमं गुणं भवति पदन्तमगुपदस्य सूत्रेण क्लेश् क्लेशयोगितव्य क्लेशि तुमुन् क्लेशितुं क्लेष्टृ क्लेष्टृ क्लेष्ट क्लेष्टृ क्लेष्ट्री इदागमपक्षे क्लेश योगितव्यत् वश्चभ्रश्च इति सूत्रेण सकारस्थाने सकार भूत्वा सुनास्तुः इत्यनेन क्लेष्टव्य क्लेष्टं क्लेष्टुं क्लेष्टृ इति रूपं भवति नस् धातुः अपि तथा एव इदागमपक्षे नशितव्य नशितुं नशितृ अनिदागमपक्षे नश्यवत् अत्र अन्यसूत्रमस्ति मश्चि नशौर्झलि इति सूत्रेण नश् धातोः नुमागमः भवति जलाधिपत्ये परे नंश् योगः नश् नुमागम मिदिचो अन्तात् इति अन्तर अकार अन्तर्भवति व्रश्चभ्रश्च इति सूत्रेण षकारस्थाने मुद्दन्यषकारः नंस्तव्य चुनाष्टुः नंष्टव्य नंष्टव्य किमर्थं नुमागमः इदादिपक्षे किमर्थं न भवति तत्रापि तव्यत् इति प्रत्ययः तर्हि किमर्थं तस्य न भवति इदागम् अनादि इदागमपक्षे भगिनी अत्र नुमागम किमर्थं न भवति इति नापगतं भगिनि प्रश्नः किमर्थम् अत्र अत्र इडागमः यत्र अनिडादिपक्षे एव तत्र उमागमः जातः खलु जलि इति सूत्रेण किमर्थम् इडागमपक्षे किमर्थं तत्र तादृशम् उमागमः न जातः अत्र इडागमपक्षे अत्र इकारः अस्ति जलादि प्रत्यय न इकारः प्रत्ययस्य भागः इति सरला भगिनी अपि नमस्कारः भगिनी प्रायः भगिनी वदिष्यति भवत्याः यत्र चर्चा भवति इति प्रथमं पठामः तदनन्तरं सरला भगिनी पृच्छामि नशु पूरितवती वा अरुण भगिनि आं भगिनि सूत्रं न पठितवती पठामि वा सूत्रं सूत्रं पठति नशोर्झलि मश्च धातोः च नष् धातोः च नुम् आगमो भवति जलादिपत्यये परे अनुवृत्तिसहितसूत्रमस्ति मश्चि नश्योः अङ्गस्य नुम् जलिप्रत्यये परे इति सूत्रं तदेव नश्योः तुमुन् नंस् तुमुन् नंश् तुमुन् नंष्टुम् इति रूपं नंष्टु अत्र भगिनी सरला भगिनी एकः प्रश्नः अस्ति अत्र अत्र मनसा नुमाकमः भवति किल मसिनस जल्य जल्यम् इति सूत्रेण अनु तस्य नुमागमस्य अनुसारः भवति, परन्तु पठितवन्तः एकं सूत्रं, किं सूत्रं मध्ये नकारस्य अनुसारः भवति इति आम् महोदय, नशापदान्तस्य जलि इति अस्ति खलु, अनुस्वारः आदेशः भवति जलि परे इति, नशापदान्तस्य जलि इत्यनेन नकारस्य अनुस्वारः भवति. अन्यसूत्रमपि पठितवन्तः किल, किं सूत्रम्? अनन्तरं यही परसवर्णः, किन्तु अत्र तु परसवर्णः तत्र न भवति खलु, करसवर्णः न भवति, केवलम् अनुस्वारः अनुस्वारः एव तिष्ठति. अस्तु, धन्यवादः. परन्तु समयान् पठितवन्तः एकं सूत्रं नुमागमस्य नकारस्य अनुस्वारः भवति इति विशिष्टसूत्रमपि पठितवन्तः, किमिति न स्मरामि. तत्र पूर्वम् उक्तवन्तः तत्र णत्वं न भवति तादृशनकारस्य इति पठितवन्तः, किन्तु तत्र तदेव अस्ति इति मन्ये महोदय. अत्र यत्र अनुस्वारः भवति तत्र किमर्थं णत्वं न भवति इति प्रायः स्यात्. नकारः अस्ति खलु, अग्रे षकारः अस्ति, किन्तु षकारात् परे नकारः नास्ति खलु, अत्र तु नास्ति इति कृत्वा तत्र प्रसक्तिः अपि णत्वस्य प्रसक्तिः प्राप्तम्. सरलभगिनी, भवती स्मरति वा, जानाति वा महोदय किं वदति इति? भगिनी क्षम्यताम्, अहं न वक्तुं शक्नोमि, बहिः अस्मि. हा अस्तु भगिनि, अस्तु क्षम्यतां. गृहं प्राप्य कृपया वदतु भगिनी, कश्चन संशयः वर्तते. अस्तु, अग्रे इदं भगिनी वदिष्यति पृच्छामः महोदय, अग्रे गच्छामि महोदय, भवान् पठति महोदय. शकारान्तदादवः, शकारान्तदादवः द्वौ द्वादिकदशदातवः अनितः. पठितवन्तः वा, अद्य पठितवन्तः वा शकारान्तदातवः इति महोदय? अहं श्रुतवान् ध्वनिमुद्रम् अहं चिन्तयामि, पठितवन्तः इति अहं चिन्तयामि, नास्ति परन्तु ध्वनिमुद्रं श्रुतवान् दशपि अहं चिन्तयामि. अर्णभगिनी किं भगिनि? पश्यामि, पठितवन्तः आं महोदय, कृपया गच्छतु. अस्तु महोदय, पठामि. दशधातवः सामान्याः, येषु द्वादशसु दशधातवः सामान्याः, तेषां कृते सुगन्धलबोधस्य इत्यनेन गुणकार्यं गुणकार्यं तदा सुनष्टुः इत्यनेन श्रुत्वा द्विष् योः तव्य द्वेष् योः तव्य द्वेष्टव्य. इदानीं पुगन्धलपति अस्ति इति नभूता इकोर्णः अस्ति, अतः द्वेष् इति भवति. अनन्तरं शकारः अस्ति, अतः शास्तुः इत्यनेन तकारस्य टकार आदेशः, अतः द्वेष्टव्य इति द्वेष्टव्यः द्वेष्टव्य द्वेष्ट द्वेष्टयम् इति त्रीणिरूपाणि. तदेव तून् प्रत्येत एवमेव द्वेष् तुम् तृच् प्रत्येतरे द्वेष्टृ द्वेष्टा द्वेष्ट्रि इति रूपाणि. अनन्तरं द्विष्धातुः, द्विष्धातुः मध्ये द्रव्यप्रत्ययः रूपं भवति द्वेष्टः द्वेष्टव्य द्वेष्टव्यः द्वेष्टव्या द्वेष्टव्यं द्वेष्टुं द्वेष्टृ द्वेष्टा द्वेष्ट्रि इति. तदेव पेष्टधु पेष्टव्यः पेष्टव्या पेष्टव्यं वेष्टुं वेष्टृ वेष्टा वेष्ट्रि इति तदेव विष्टातुः वेष्टव्यः वेष्टव्यः वेष्टव्यं वेष्टुं वेष्टृ वेष्टा वेष्ट्रि शिष्टातुः शिष्टव्यः शिष्टव्या श्रेष्टव्य श्रेष्टव्यः श्रेष्टव्या श्रेष्टव्य तुं प्रत्ययपरे अपि श्रेष्ठुं श्रेष्ठृ श्रेष्ठा श्रेष्ठा श्रेष्ठी इति श्लिश् धातु मध्ये श्लेष्टव्यः श्लेष्टव्या श्लेष्टव्यं श्लेष्ठुं श्लेष्ठृ श्लेष्ठा श्लेष्ठी अनन्तरं तुस् धातुः उदा उकारन्तः तोष्टव्यः तोष्टव्या तोष्टव्यं तोष्टुं तोष्टृ तोष्टा तोष्ट्री तदेव दोष दोष्टव्यः दोष्टव्यं दोष्टव्या दोष्ट दोष्टुं दोष्टृ दोष्टा दोष्ट्री पुस्सपि पोष्टव्यः पोष्टव्या पोष्टव्यं पोष्टुं पोष्टृ पोष्टा पोष्ट्री सुस्तातु सुस्तव्य सोष्टव्यः सोष्टव्या सोष्टव्यं सोष्टुं सोष्टृ सोष्टा सोष्ट्री इति रूपाणि भवन्ति अग्रे अन्य पठति वा अहं पठामि महोदय एकनिमिषं महोदय अहमपि पठ सरलभगिनी आगतवती वा प्रायः न इति अहं किञ्चित् पठामि महोदय अहमपि अनिक् धातुषु विशिष्टौ द्वौ धातु कृष् भ्वादौ तु धादौ च अनुदातस्य चतुपदस्य अन्यतरस्याम् इत्यनेन अमागमः विकल्पेन जलादौ अतिथि प्रत्यये परे अमागमपक्षे कृष्योगः तव्यत् अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन अमागमः विकल्पेन जलादौ अकिति प्रत्यये परे कृयोगः अं योगः इष् योगः तव्य तदा तु इको एणचि इति क्रष् भवति ष्टुनाष्टुः इत्यनेन क्रष्टव्य तदा क्रष्टव्यः क्रष्टव्यः क्रष्टव्या क्रष्टव्यं तुमुन् इत्यस्य तु क्रष्टुम् इति अनन्तरं तिरुच् इत्यस्य क्रष्टृ इति प्रातिपदिकम् क्रष्ट्रा क्रष्ट्री क्रष्ट्र इति अमागमः यत्र न भवति तत्र तु पुगन्धलघुपदस्य चेतनेन कर्ष् भवति कर्ष्टव्य इति एवमेव कर्ष्टुं कर्ष्टृ इति प्रातिपदिकं कर्ष्टा नास्ति कर्ष्टा कर्ष्ट्री कर्ष्टृ इति प्रातिपद्य इति रूपाणि पुनः अनुदातस्य चतुपदस्य अन्यतरस्याम् उपदेशे अनुदातः यः ऋतुपदः तस्य अमागमः विकल्पेन भवति जलादौ अकिति प्रत्यये परे इति अनुवृत्तिसहितसूत्रम् उपदेशे अनुदातस्य ऋतुपदस्य अं जलि अकिति अन्यतरस्याम् इति सूत्रम् अरुणा भगिनी पुनः भवत्याः क्रमः तदेव वयं कृतवन्तः ओ वर्गे तावदेव कृतवन्तः कृष्णदेव अप् टु कृष् इति मम पुस्तकम् ईश्वरुष् न कृतवन्तः भगिनी विग्रहं न प्राप्तवती किं मन्ये तर्हि विरमहम् अग्रिमे सप्ताहे अहं शोष्यामि भगिनि तत्र धन्यवादः महोदय भवान् मुद्रणं कृतवान् वा तर्हि प्रश्नः कः इति जानाति वा कुत्र मुद्रणस्य स्थगनं करोमि